तृतीयः खण्डः। ब्रह्म देवेभ्यो विजिज्ञे तस्य ब्रह्मणो विजये देव महीयन्त तैक्षन्त अस्माकमेव अयं विजयो अस्माकमेव अयं महिमायते। ब्रह्म देवेभ्यो विजिज्ञे अविज्ञातं विजानतां विज्ञातम् अविजानताम् इत्यादि श्रवण यदस्ति तद्विज्ञातं प्रमाणैः यन्नास्ति तदविज्ञातं शशविषाणकल्पम् अत्यन्तमेव असदृष्टम्। तथा इदं ब्रह्म अविज्ञातत्व असदेव इति मन्दबुद्धीनां व्यामोहो मा भूदिति तदर्थ इयम् आख्यायिका आरभ्यते। तदेव हि ब्रह्म सर्वप्रकारेण प्रशास्तृ देवानामपि परो देवः ईश्वराणामपि परमेश्वरः दुर्विज्ञेयः देवानां जयहेतुः असुराणां पराजयहेतुः। तत्कथं नास्ति इति एतस्य अर्थस्य अनुकूलानि हि उत्तराणि वचांसि दृश्यन्ते। अथवा ब्रह्मविद्यायाः स्तुतये कथं ब्रह्मविज्ञानाद्धि अग्न्यादियो देवाः देवानां श्रेष्ठत्वं जग्मुः ततोपि अतितराम् इन्द्रः इति। अथवा दुर्विज्ञेयं ब्रह्म इति एतत् प्रदर्श्यते येन अग्न्यादयो अतितेजसोऽपि क्लेशेनैव ब्रह्म विदितवन्तः तथा इन्द्रो देवानाम् ईश्वरोऽपि सन्निति। वक्ष्यमाण उपनिषद्विधिपरं वा सर्वम् ब्रह्मविद्याव्यतिरेकेण प्राणिनां कर्तृत्वभोक्तृत्वादि अभिमानं मिथ्या इति एतद्दर्शनार्थं वा आख्यायिक यथा देवानां जयादि अभिमानः तद्वदिति। ब्रह्म यथोक्तलक्षणं परं हा किल देवेभ्यो अर्थाय विजिज्ञे जयं लब्धवतो देवानाम् असुराणां च सङ्ग्रामे असुरान् जित्वा जगदरातीम् ईश्वरसेतुभेतृं देवेभ्यो जयं तत्फलं च प्रायच्छतु जगतः स्तेम्नि। तस्य किल ब्रह्मणो विजये देवाः अग्न्यादयः महीयन्त महिमानं प्राप्तवन्तः। तदा आत्मसंस्थस्य प्रत्यगात्मनः ईश्वरस्य सर्वज्ञस्य सर्वक्रियाफलसंयोजयितुः प्राणिनां सर्वशक्तेः जगतः स्थितिं चिकीर्षोः अयं जयो महिमा च इति अजानन्तः ते देवाः ऐक्षन्त ऐक्षितवन्तः अग्न्यादिस्वरूपपरिच्छिन्नात्मकृतः अस्माकमेव अयं विजयः अस्माकमेव अयं महिमा अग्निवायुविन्द्रत्वादिलक्षणो जयफलभूतो अस्माभिः अनुभूयते न अस्मत् प्रत्यगात्मभूता ईश्वरकृतः इति। तद्धयेषां विजज्ञौ तेभ्योः प्रादुर्बभूव तन्न विजानत किमिदं यक्षमिति। एवं मिथ्याभिमान ईक्षणवतां तथ किल एषा मिथ्येक्षणं विजज्ञं विज्ञातवद् ब्रह्म। सर्व ईक्षितृहित सर्वभूतकरणप्रयोक्तृत्व देवानां च मिथ्याज्ञानम् उपलभ्य मैव असुरवद्देवाः मिथ्याभिमानात् पराभवेयुः इति तदनुकम्पया देवान् मिथ्याभिमान अपनोदनेन अनुगृह्णीयामिति तेभ्यः देवेभ्यः किल अर्थाय प्रादुर्बभूव स्वयोगमाहात्म्यनिर्मितेन अत्यद्भुतेन विस्मापनीयेन रूपेण देवानाम् इन्द्रियगोचरे प्रादुर्बभूव प्रादुर्भूतवत्। तत् प्रादुर्भूतं ब्रह्म न विजानत नैव विज्ञातवन्तः देवाः किमिदं यक्षं पूज्यं महद्भूतम् इति। ते अग्निमब्रुवन् जातवेद एतद्विजानीहि किम् एतद्यक्षमिति तथेति। तदभ्यद्रवतुं तम् अभ्यवदतुं कोऽसीति अग्निर्वा अहमस्मीति अब्रवीज्जातवेदा वा अहमस्मीति तस्मिंस्त्वयि किं वीर्यमिति अपि इदकं सर्वं दहेयं यदिदं पृथिव्यामिति। तस्मै तृणं निदधौ एतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाकदग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति। ते तदजानन्तो देवाः सान्थर्वयः तद्विजिज्ञासवः अग्निम् अग्रगामिनं जातवेदसं सर्वज्ञकल्पम् अब्रुवन् उक्तवन्तः, हे जातवेदः, एत अस्मद्गोचरस्थं यक्षं विजानीहि, विशेषतो बुद्ध्यस्व त्वं नः तेजस्वी किमेतद्यक्षमिति। तथा अस्तु इति तत् यक्षम् अभि अद्रवतु तत्प्रति गतवान् अग्नि। तं च गतवन्तं विपृच्छिषुं तत्समीपे अप्रगल्भत्वा तूष्णीभूतं तद्यक्षम् अभ्यवदतु अग्निं प्रति अभाषत कोऽसि इति। एवं ब्रह्मणा पृष्टो अग्निः अब्रवीत्, अग्निर्वै अग्निर्नामहं प्रसिद्धः जातवेद इति च नामद्वयेन प्रसिद्धतया आत्मानं श्लाघयन्निति। एवम् उक्तवन्तं ब्रह्म अवोचतु, तस्मिन् एवं प्रसिद्धगुणनामवति त्वयि किं वीर्यं सामर्थ्यमिति। सोऽब्रवीत् इदं जगत्सर्वं दहेयं भस्मीकुर्यं यत् इदं स्थावरादि पृथिव्यामिति। पृथिव्यामिति उपलक्षणार्थं, यतो अन्तरिक्षस्थमपि दह्यते एव अग्निना। तस्मै एवम् अभिमानवते ब्रह्मतृणं निदत पुरे अग्नेः स्थापितवत्। ब्रह्मण एतत् तृणमात्रं मम अग्रतः दह, न चेदसि दग्धुं समर्थः, मुञ्च दग्धृत्वा विमानं सर्वत्र इत्युक्तः, तत्तृणम् उपप्रेयाय तृणसमीपं गतवान् सर्वजवेन सर्वोत्साहकृतेन वेगे गत्वा तद् न शशाक न अशकतो दग्धुं। सः जातवेदः तृणं दग्धुम् अशक्तः व्रीडितः हतप्रतिज्ञः, तत एव यक्षादेव तूष्णीं देवान् प्रति निववृते निवृत्तः प्रतिगतवान्, न एतत् यक्षम् अशकं शक्तवानहं विज्ञातुं विशेषतः यदेतद्यक्षमिति। अथ वायुमब्रुवन् वायव्येतद्विजानीहि किम् एतद्यक्षमिति तथेति, तदभ्यद्रवतूतम् अभ्यवदतु कोऽसीति, वायुर्वाहमस्मीति अब्रवीन् मातरिष्वाहमस्मीति, तस्मिन्नस्त्वयि किं वीर्यमिति अपि इदकं सर्वम् आददीयेदिदं पृथिव्यामिति, तस्मै तृणं निधौव्येतदादत्स्व इति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतदक्षमिति। अथ अनन्तरं वायुमब्रुवन् हे वायु एतद्विजानीहि इत्यादि समानार्थं पूर्वे, वानाद् गमनाद् गन्धनाद्वा वायु, मातरि अन्तरिक्षे श्वयते इति मातरिष्व, इदं सर्वमपि आददीय गुह्णीयं यदिदं पृथिव्याम् इत्यादि समानमे। अथ इन्द्रम् अब्रुवन्मघवन् एतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्युद्रवतु तस्मात् तिरोदधे, स तस्मिन्नेव आकाशे स्त्रियं माजगामं बहुशोभमानाम् उमां हैमवतीं तागं होवाच किमेतद्यक्षमिति। अथ इन्द्रम् अब्रुवन् मघवन् एतद्विजानीहि इत्यादि भवत्। इन्द्रः परमेश्वरः माघव बलवत्वा तथा इति तदभ्यद्रवत्। तस्मात् इन्द्रात् आत्मसमीपं गतात् तद्ब्रह्म तिरोददे तिरोभूतम्। इन्द्रस्य इन्द्रत्वाभिमानो अतितरां निराकर्तव्यः इत्यतः संवादमात्रमपि न अदात् ब्रह्म इन्द्राय। तद्यक्षं तस्मिन्नाकाशे आकाशप्रदेशे आत्मानं दर्शयित्वा तिरोभूतम् इन्द्रश्च ब्रह्मणः तिरोधनकरे यस्मिन्नाकाशे आसीत् स इन्द्रः तस्मिन्नेव आकाशे तस्थौ किं तद्यक्षमिति ध्याये न निववृते अग्न्यादिवत्। तस्य इन्द्रस्य यक्षे भक्तिं भूत्वा विद्या उमारूपिणी प्रादुर्भू स्त्रीरूप, सः इन्द्रः ताम् उमां बहु शोभमानां सर्वेषां हि शोभमानानां शोभनतमा विद्या, तदा बहुशोभमाना इति विशेषणम् उपपन्नं भवति। हैमवतीं हेमकृताभरणवतीमिव बहुशोभमानाम् इत्यर्थः, अथवा उमा एव हिमवतः दुहित हैमवती नित्यमेव सर्वज्ञेन ईश्वरेण सह वर्तते इति ज्ञातुं समर्था इति कृत्वा ताम् उपजगामि। इन्द्रः ताम् उमां किल उवाच पपृच्छ ब्रूहि किमेतद् दर्शयित्वा तिरोभूतम् एक्षमिति। इति तृतीयखण्डः। चतुर्थः खण्डः। ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयद्धमिति ततो हैव विदांचकार ब्रह्मेति। स ब्रह्मेति होवाच ह किल ब्रह्मणः वै ईश्वरस्यैव विजये ईश्वरेणैव जितासुरः यूयं तत्र निमित्तमात्रं तस्यैव विजये यूयं महीयद्धं महिमानं प्राप्नुतः। एतदिति क्रियाविशेषणार्थं। मिथ्याभिमानस्तु युष्माकम् अस्माकमेव अयं विजयो अस्माकमेव अयं महिमा इति। ततः तस्मात् उमावाक्यतः एव विदाञ्चकार ब्रह्म इति इन्द्रः अवधारण ततो हैव इति न स्वातन्त्र्येण। तस्माद्वा एते देवाः अतितरामिव अन्यान् देवान् यदग्निः वायुः इन्द्रः ते हि येन नेदिष्ठं पस्पृश्युः ते हि येन प्रथमो विदाञ्चकार ब्रह्मेति। यस्माद् अग्निवायुमिन्द्रा एते देवाः ब्रह्मणः संवाददर्शनादिना सामीप्यम् उपगतः तस्मात् स्वैः गुणैः अतितरामिव शक्तिगुणादिमहाभाग्यैः अन्यान् देवान् अतितरम् अतिशेरत इव एते देवः। इव शब्दो अनर्थको अवधारणार्थो यत् अग्निः वायुः इन्द्रः तैः देवाः यस्मात् येन ब्रह्मनेदिष्ठम् आन्तिकतमं प्रियतमं पस्पर्शुः सृष्टवन्तः यथोक्तैः ब्रह्मणः संवादादिप्रकारैः तैः यस्माच्च हेतोः येन ब्रह्म प्रथमः प्रथमाः प्रधानाः सन्तः इत्येतत् विदाञ्चकर् विदाञ्चक्रुः इत्येतत् ब्रह्म इति। तस्माद्वा इन्द्रो अतितरामिव अन्यान् देवान् स हि येन नेदिष्टं पस्पर्शा स हि येन प्रथमो विदाञ्चकार ब्रह्मेति। यस्मादग्निवायु अपि इन्द्रवाक्यादेव विदाञ्चक्रतुः इन्द्रेण हि उमावाक्यात् प्रथमं श्रुतं ब्रह्मेति। तस्माद्वै इन्द्रः अतितरामिव अतिशेत इव अन्यान् देव स हि येन नेदिष्टं पस्पृश्य यस्मात् स हि येन प्रथमो विदाञ्चकार ब्रह्म इति उक्तार्थं वाक्यम्। तस्यैषादेशो यदेतद्विद्युतो विद्युतदो इति इन्यमीमिषदो इति अधिदैवतम्। तस्य प्रकृतस्य ब्रह्मणः एषः आदेशः उपमोपदेशः निरुपमस्य ब्रह्मणः येन उपमानेन उपदेशः सोऽयम् आदेशः इत्युच्यते। किं तत् यदेतत् प्रसिद्धं लोके विद्युतः वेद्युततु विद्योतनं कृतवतु इति एतदनुपपन्नमिति विद्युतो विद्योतनमिति कल्प्यते। आ इति उपमार्थः विद्युतः विद्योतनमिव इत्यर्थः यथा सकृत् विद्युतम् इति श्रुत्यन्तरे च दर्शयति। विद्युदिव हि सकृदात्मानं दर्शयित्वा तिरोभूतं ब्रह्मदेवेभ्यः अथवा विद्युतः तेजः इति अद्याहार्यम् व्यद्युततु विद्योतितवतु आ इव विद्युतः तेजः सकृद्विद्योतितवतु इव इत्यभिप्रायः। इति शब्दः आदेशप्रतिनिर्देशार्थः इति अयम् आदेशः। इच्छब्दः समुच्चयार्थः अयं च अपरः तस्य आदेशः। कोऽसौ न्यमीमिषतु यथा चक्षुः न्यमीमिषतु निमेषं कृतवतु स्वार्थेणीच उपमार्थ एव आकारः चक्षुषो विषयं प्रति प्रकाशतिरोभाव इव च इत्यर्थः। इति अधिदैवतं देवताविषयं ब्रह्मणः उपमानदर्शनम्। अथ अध्यात्मं यदेतद्गच्छतीव च मनो अनेन च एतदुपस्मरति अभीक्ष्णं सङ्कल्पः। अथ अनन्तरम् अध्यात्मं प्रत्यगात्मविषये आदेशः उच्यते यदेतद्गच्छतीव च मनः एतद्ब्रह्म ढौकत इव विषयीकरोति इव यच्च अनेन मनसा एतद् ब्रह्म उपस्मरति समीपतः स्मरति साधकः अभीक्ष्णं भृशं संकल्पश्च मनसः ब्रह्मविषयः मन उपाधिकत्वाद्धि मनसः संकल्पस्मृत्यादिप्रत्ययैः अभिविद्यते ब्रह्म विषयीक्रियमाणमिव अतः स एष ब्रह्मणो अध्यात्मम् आदिश विद्युन्निमेषणवतो अधिदैवतं द्रुतप्रकाशनधर्मी अध्यात्मं च मनप्रत्ययसमकाल अभिव्यक्तिधर्मी इति एष आदेशः एवम् आदिश्यमानं हि ब्रह्म मन्दबुद्धिगम्यं भवति इति ब्रह्मणः आदेशः उपदेशः न हि निरुपाधिकमेव ब्रह्म मन्दबुद्धिभिः आकलयितुं शक्यम् तद्धतद्वनं नाम तद्वनम् इति उपासितव्यं स एतदेवं वेद अभिहयनं सर्वाणि भूतानि संवाञ्छन्ति किञ्च तद्ब्रह्म किल तद्वनं नाम तस्य वनं तद्वनं तस्य प्राणिजातस्य प्रत्यगात्मभूतत्वात् वनं वननीयं सम्भजनी अतः तद्वनं नाम प्रख्यातं ब्रह्म तद्वनमिति यतः तस्मात् तद्वनमिति अनेनैव गुणाभिधानेन उपासितव्यं चिन्तनीयम् अनेन नाम्ना उपासनस्य परमाहं स यः कश्चिन् एतत् यथोक्तं ब्रह्म एवं यथोक्तगुणं वेद उपास्ते अभिहयेनम् उपासकं सर्वाणि भूतानि अपि संवाञ्छन्ति ह प्रार्थयन्त एव यथा ब्रह्म उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वावत उपनिषदम् अब्रूमयते एवम् अनुशिष्टः शिष्यः आचार्यम् उवाच उपनिषदं रहस्यं यच्चिन्त्यं भो भगवन् ब्रूहि इति एवम् उक्तवति शिष्ये आह आचार्यः उक्त अभिहिता ते तव उपनिषत् का पुनः सा इत्याह ब्राह्मी ब्रह्मणः परमात्मनः एवं ब्राह्मी ताम् परमात्मविषयत्वात् अतीतविज्ञानस्य वाव एव ते उपनिषदम् अब्रूम इति उक्तामेव परमात्मविषय उपनिषदम् अब्रूम इति अवधारयति उत्तरार्थम् परमात्मविषयाम् उपनिषदं श्रुतवतः उपनिषदं भो ब्रूहि इति पृच्छतः शिष्यस्य कोऽभिप्रायः यदि तावत् श्रुतस्य अर्थस्य प्रश्नकृतः ततः पिष्टपेषणवतो पुनरुक्तो अनर्थकः प्रश्नः स्यात् अथ सावशेषोक्तोपनिषत् ततः तस्याः फलवचनेन उपसंहारो न युक्तः प्रेत्यस्मान् लोकादमृता भवन्ति इति तस्मादुक्तोपनिषशेषविषयोपि प्रश्नो अनुत्पन्न एव अनवशेषतत्त्व कस्तर्हि अभिप्रायः प्रष्टुः इति उच्यते किं पूर्वोक्त उपनिषच्छेषतया तत्सहकारिसाधनान्तरापेक्ष अथ निरपेक्षा एव सापेक्षा चेत् अपेक्षितविषयाम् उपनिषदं ब्रूहि अथ निरपेक्षा चेद् अवधार्य पिप्पलादवतु न अतः परम् अस्ति इति अयम् अभिप्रायः एतदुपपन्नम् आचार्यस्य अवधारणवचनम् उक्ता त उपनिषत् इति ननु न अवधारणमिदम् यतो अन्यद्वक्तव्यमः तस्यै तपोदमः इत्यादि सत्यं वक्तव्यम् उच्यते आचार्येण न तु उक्तोपनिषच्छेषतया तत्सहकारी साधनान्तराभिप्रायेण किन्तु ब्रह्मविद्याप्राप्त्युपायाभिप्रायेण वेदैः तदङ्गैश्च सहपाठेन समीकरण तपःप्रवृत्तेन न हि वेदानां शिक्षादि अङ्गानां च साक्षात् ब्रह्मविद्याशेषत्वं तत्सहकारिसाधनत्वं वा सम्भवति सहपठितानामपि यथायोगं विभज्य विनियोगस्यादिति चेत् यथा सूक्तवाकानुमन्त्रणमन्त्राणां यथा दैवतं विभागः तथा तपोदमकर्मसत्यादीनामपि ब्रह्मविद्याशेषत्वं तत्सहकारिसाधनत्वं वा इति कल्प्यते वेदानां तदङ्गानां च अर्थप्रकाशकत्वेन कर्मात्मज्ञानोपायत्वमिति एवं हि अयं विभागो युज्यते अर्थसम्बन्धोपपत्तिसामर्थ्यादिति चेत् न अयुक्ते नहि अयम विभागो घटनां प्रांचति नहि सर्वक्रियाकारकफलभेदबुद्धितिरस्कारिण्या ब्रह्मविद्यायाः शेषापेक्षा सहकारिसाधनसम्बन्धो वा युज्यते सर्वविषयव्यावृत्तप्रत्यगात्मविषयनिष्ठत्वाच्च ब्रह्मविद्यायाः तत्फलस्य च निःश्रेयसस्य मोक्षमिच्छन् सदा कर्म त्यजेदेव ससाधनं त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम् तस्मात् कर्मणां सहकारित्वं कर्मशेषापेक्षाव न ज्ञानस्य उपपद्यते ततः असदेव सूक्तवाकानुमन्त्रणवत् यथायोगं विभागः इति तस्मात् अवधारणार्थता एव प्रश्नप्रतिवचनस्य उपपद्यते एतावत्येव इयमुपनिषद् उक्तात् अन्यनिरपेक्ष अमृतत्वाय तस्यैतपोदमः कर्मेति प्रतिष्ठा भेदाः सर्वाङ्गानि सत्यम् आयतनम् यामिमां ब्राह्मी उपनिषदं तव अग्रे अब्रूम इति तस्याः उक्तायाः उपनिषदः प्राप्त्युपायभूतानि तपादि तपः कायेन्द्रियमनसां समाधानं दमः उपशमः कर्म अग्निहोत्रादि एतैर्हि संस्कृतस्य सत्त्वशुद्धिद्वारा तत्त्वज्ञानोत्पत्तिः दृष्टा दृष्टा हि अमृदितकल्मषस्य उक्तेऽपि ब्रह्मणि अप्रतिपत्तिः विपरीतप्रतिपत्तिश्च यथा इन्द्रविरोचनप्रभृतिना तस्मादिह वा अतीतेषु वा बहुषु जन्मान्तरेषु तपादिभिः कृतसत्त्वशुद्धेः ज्ञानं समुत्पद्यते यथा श्रुतम् यस्य देवे परा भक्तिः यथा देवे तथा गुरौ तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः इति मन्त्रवर्णः ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः इति स्मृतेश्च इति शब्दः उपलक्षणत्वप्रदर्शनार्थः इति एवम् आदि अन्यदपि ज्ञानोत्पत्तेः उपकारकम् अमानित्वम् अदम्भित्वम् इत्यादि उपदर्शितं भवति प्रतिष्ठा पादौ पादमिव अस्य तेषु हि सत्सु प्रतितिष्ठति ब्रह्मविद्या प्रवर्तते पद्यामिव पुरुषः वेदाः चत्वारः सर्वाणि च अङ्गानि शिक्षादीनिश्च कर्मज्ञानप्रकाशकत्वात् वेदानां तद्रक्षणार्थत्वात् अङ्गानां प्रतिष्ठात्वम् अथवा प्रतिष्ठाशब्दस्य पादरूपकल्पनार्थत्वात् वेदास्तु इतराणि सर्वाङ्गानि शिरादि अस्मिन् पक्षे शिक्षादीनां वेदग्रहणेनैव ग्रहणं कृतं प्रत्येतव्यम् अङ्गिनिः गृहीते अङ्गानि गृहीतान्येव भवन्ति तदायत्तत्वात् अङ्गानि सत्यम् आयतनं यत्र तिष्ठति उपनिषदं तदायतनम् सत्यमिति अमायत अकौटिल्यं वाङ्मनःकाय तेषु हि आश्रयति विद्या ये अमायाविनः साधवः न असुरप्रकृतिषु मायाविषु न येषु जिह्मम् अन्तं न माया च इति श्रुते तस्मात् सत्यम् आयतनम् इति कल्पिते तपादिषेव प्रतिष्ठात्मेन प्राप्तस्य सत्यस्य पुनः आयतनत्वेन ग्रहणं साधन अतिशयत्वज्ञापनार्थम् अश्वमेधसहस्रं च सत्यं च तुलया धृतम् अश्वमेधसहस्राच्च सत्यमेकं विशिष्यते इति स्मृतेः यो वायेतामेवं वेद अपात्यपाप्मानम् अनन्ते स्वर्गे लोके ज्ञेये प्रतितिष्ठति प्रतितिष्ठति यो वै एतां ब्रह्मविद्यां केन इषितम् इत्यादिना यथोक्ताम् एवं महाभागं ब्रह्म देवेभ्यः इत्यादिना स्तुतां सर्वविद्याप्रतिष्ठां वेद अमृतत्वं हि विन्दते इति उक्तमपि ब्रह्मविद्याफलम् अन्ते निगमयति अपहत्य पाप्मानम् अविद्याकामकर्मलक्षणं संसारबीजं विधूय अनन्ते अपर्यन्ते स्वर्गे लोके सुखात्मके ब्रह्मणि इत्येतत् अनन्ते इति विशेषण न त्रिविष्टपे अनन्तशब्दः औपचारिकोऽपि स्यादित्यतः ज्ञेये इति ज्ञेये जायसि सर्वमहत्तरे स्वात्मनि मुख्ये एव प्रतिष्ठति न पुनः संसारम् आपद्यते इत्यभिप्रायः इति चतुर्थखण्डः इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ केनोपनिषत्पदभाष्यं सम्पूर्णम्।